नमस्कारः. ऋङ्लकारः इति करपत्रम् अनुवर्तते. गते सप्ताहे किञ्चित् ऋङ्लकारस्य परिचयः इति अस्माभिः दृष्टं. तस्मिन् प्रथमं लिङ् इति अवगम्य तदनन्तरं लिङ्लकारस्य सूत्रम् अवगम्य तदनन्तरं तत्र लिङ् इत्यस्य सूत्रम् उक्तं. क्षम्यतां, ऋङ् इति तत्र उक्तमस्ति इति दृष्टवन्तः. तत्र पुनः आरम्भतः नृङ्गः परिचयः इति आरभ्य वयं पश्यामः. अरुणा भगिनी पठति वा? भगिनि आं भगिनि. लुङ् परिचयः. तर्हि अधुना अस्मिन् पाठे स्या प्रत्यय अग्रे गच्छेम. गते पाठे स्या प्रत्ययस्य लुट् लकारः अवलोकितः आसीत्. अस्मिन् पाठे अपरस्मिन् अर्थे लुङ्लकारस्य स्या प्रत्ययः अवलोक्यते. लुङ्लकारः सम्भावनार्थे भवति इति वदामः. लृङ्लकारे स्यात् प्रत्यय विधीयते धातुतः. वयं स्या प्रत्यय लुट्लकारे कृते पठितवन्तः. अधुना लृङ्लकारः असम्भावनार्थे इति अपि प्रयुज्यते. लुङ्लकारविधायकसूत्र अवलोकनात् पूर्वं सम्भावनार्थे विधिलिङ् लकारस्य विधायकसूत्रम् अवलोक्याम. अत्र दत्तं लुङ्लकारविधिसूत्रं पुरे पूर्वसम्भावनार्थे विधिलिङ् लकारस्य विधायकसूत्रं पठिष्यामः. हेतुलिङ् इति हेतुः च हेतुमान् इत्यनयोः उपस्थितौ अर्थात् अधिकार कार्यकारणभावे सति धातुतः विकल्पेन लिङ् भवति. हेतुः कारणं, हेतुं फलं, हेतुभूते, हेतुमति च अर्थे वर्तमान धातोः लिङ् प्रत्यये वा भवति, विकल्पेन भवति. स्वरलकाराय लकाराम् अपवादः इति काशिकायां. पक्षे लुडपि विकल्पेन लुट् लकारः अपि भवति. काशिकायाम् अग्रे दर्शनं दक्षिणे चेत् यायात् न सकटः पर्या भवेत्. यदि कमलकम् आह्वायेत् न सकटं पर्या भवेत्. दक्षिणेन यानं हेतुः अपर्याभवनं हेतुमत्. विभाषा च अयमस्ति. ओके, अयमस्ति, अयमिष्यते. भविष्यति च काले तेन लुङ्गपि भवति. दक्षिण चेत् यास्ति न शकटं पर्या भविष्यति वा. या प्रापणे दाददातो दादिदातु गच्छति दत्तः लति याति विधिलिङ्गयात्. परि योगः आल् योगः भू पर्या भवति इत्युक्ते टु टर्न् अप्सैड् डौन्. कार्यकारणभावः अपि चेत् भविष्यदपि भवेत्. वर्तमानकालार्थे इति चेत् विधिलिङ् न भवति, न वा लुट्. हन्ति इति पालयते. हेतुः अस्य अस्ति इति हेतुमान्. हेतुश्च हेतुमान् च तयोः व्यतिरेतरद्वन्द्वः. हेतुहेतुमतमन्तौ तयोः हेतुहेतुमत्वमतौ. हेतुहेतुमतौ सप्तम्यन्तं लिङ्प्रथमान्तं द्विपदमिदं सूत्रं विभाषाधातोः सम्भावनावचने यदि अयदि इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः धातोः परोत्तेः परश्च इत्यनेन अधिकारः अनुवृत्तिसहितसूत्रं हेतुहेतुमतौ धातोः लिङ्प्रत्ययः परस्य विभाषा अत्र एकसूत्रमस्ति हेतुहेतुमतोर्लिङ्ग् सति लिङ्ग्विधायकसूत्रम् इति अहं मन्ये पठतु मया पठितं तत् विधिलिङ्ग् लकारविधायकसूत्राणि अवलोकम् अनन्तरं लुङ् लकारसूत्राः अवलोकतान् अवलोकते अत्र हेतुः च हेतु इतनयोः उपस्थितौ अर्थात् कार्यकारणभावे सति धातुतः विकल्पेन लिङ् भवति यत्र हेतु अर्थ अस्ति कारणं हेतुमत् इति फलम् हेतुभूते हेतुमत् च अर्थे धातु वर्तमानधातु अस्ति चेत् विधिलिङ्ग् प्रत्यय विकल्पेन भवति काशिकायाम् इत्यदर्थं सर्वलकाराणाम् अपवादः इति अन्यपक्षे लुङ् अपि विकल्पेन लुट् लकार अपि भवति क्षम्यतां लुड् अपि विकल्पेन लुट् लकार अपि भवति अत्र दत्तं हेतुमत्यनयोः अर्थात् एकं पदमस्ति वाक्यमस्ति चेत् अत्र विधिलिङ्ग् विकल्पेन भवति लृङ् लकार अपि भवितुमर्हति लुट् अपि भवितुमर्हति इति अर्थः उदाहरणेन तदर्थं दक्षिणेन चेत् यायात् न शकटं पर्या भवेत् यदि कमलकम् आह्वयेत् न शकटं पर्या भवेत् दक्षिणेन यान अत्र दृष्टान्तद्वयमस्ति प्रथममस्ति दक्षिणे चेत् यायात् न शकटं पर्या भवेत् अत्र हेतु दक्षिणेन यानम् इति हेतुः अपर्याभवनं हेतुमत् विभाषा च अयम् इष्यते यथा लृङ् लकारे दृष्टान्तमेव दक्षिणेन चेत् यास्यति न शकटं पर्याभविष्यति इति रूपं भवति तत्र या धातु प्रापणे अर्थे अदादिगणेय गच्छति इत्यर्थे अस्ति रूपमपि अत्र लटिरूपं दत्तं याति विधिलिङ्ग् अस्ति यायात् परियुग आयुगभु पर्या भवति इति अस्ति अर्थमस्ति टु टर्न् अप्सैड् डौन् सामान्यतया कार्यकारणभावः अस्ति चेत् सामान्यतया भविष्यदपि भवेत् वर्तमानकालार्थे भवेत् चेत् विधिलिङ्ग् न भवति न रुट्लकार अपि न भवति अन्य उदाहरणमस्ति हन्ति इति वल्लायते अत्र हेतु अस्ति हन्ति पलायते इति फलम् अत्र हेतुः अस्य अस्ति इति हेतुमा अनुभूतसहितसूत्रं हेतुहेतुमतौ धातोः लिङ्क् प्रत्ययपरश्च विभाषा सामान्यतया मम अवगमनम् अस्ति लुङ् लकार असम्भावनार्थे भवति परन्तु इदं सूत्रं हेतुहेतुमतौ लिङ् अत्र अत्र हेतु च हेतुमतौ पद स्थितौ धातुतः विकल्पेन विधिलिङ्ग् भवति अपि रुट्लकार अपि भवितुम् अर्हति उदाहरण वाक्यानि दक्षिणेन चेत् यायात् न शकटं पर्या भवेत् अत्र अत्र तु लिङ्ग्लकार विधिलिङ्ग्लकार अत्र भविष्यदर्थे प्रयुक्तमस्ति खलु विकल्पेन एव भगिनि न न भविष्यत्कालार्थे एव प्रयुज्यते इति उक्तमस्ति खलु भविष्यति च काले एव अस्य प्रयोगः अस्ति ओके या या तावत् न सम्भूतम् ऐ मीन् द थाट् हेस् नाट् हेस् नाट् इन् अ फ्लिप्ड् ओवर् it might flip over there is a sambhana for sambhavana for flip over and that is has to be in the future tada tu vayam lrutlakarah api prayuktam shaknumah no che linglakarah api prayuktam shaknumah iti asti halu tadeva bagane tarhi prathamam tu kim asti asambhava arte lrutlakarah bhavati kintu sambhavah kah iti artham avabuddhu प्रथमं तु सम्भवार्थे इति किम् अस्ति इति तत्र तु लिङ् भवति इति अवगम्य ततः वयं लृङ्लकारस्य विषयं पश्यामः इति अस्ति तर्हि सम्भवार्थे इति यत् अस्ति तत्र हेतु कश्चित् हेतुमत् तत्र तत्र उपस्थितिः भवेत् हेतु इत्युक्ते कारणम् अत्र हेतुमत् इत्युक्ते फलम् इत्युक्तमस्ति समीचीनं महोदय अन्यत् किमपि वक्तव्यं वा यदि यदि यदि भविष्यत्कालार्थे नास्ति किन्तु वर्तमानकालार्थे अस्ति चेत् केवलं लट्लकारस्य एव प्रयोगः केवलं भविष्यत्कालार्थे एव अत्र लिङ्ग्लकारस्य वा नो चेत् लट्लकारस्य वा प्रयोगः खलु सल्ला भगिनी अन्यत् किमपि वक्तुम् इच्छति वा नमस्कारः भगिनी महोदय अपि वारं वारम् इति वदति निमित्तानि कानि सन्ति भगिनि न श्रूयते भगिनि महोदय अपि वारं वारं पृष्टवान् निमित्तानि कानि सन्ति हेतुमतो इति सूत्रस्य तर्हि प्रथममस्ति अस्माकं वाक्ये भविष्यत्कालार्थे भवेत् इति काशिकायाम् उक्तमस्ति सूत्रं दृष्ट्वा न वक्तुं शक्यते भविष्यत्कालार्थे इति काशिकायाः उक्तमस्ति तर्हि तद् भवेत् तदनन्तरं हेतुः भवेत् तदनन्तरं तस्य फलं हेतुमान् अपि भवेत् हेतुमत् अपि भवेत् भवति चेत् हेतुमान् इति यत् कार्यकारण इति युगपत् भवेत् वाक्ये अपि भविष्यत्कालार्थे भवती उक्तवती यत् सूत्रं दृष्ट्वा इति न वक्तुं शक्नुमः भविष्यत्कालम् अस्ति वा न किन्तु भविष्यत्काले भूतकाले अस्ति चेत् तत्र तु लङ्लकारस्य प्रयोगः भवति वर्तमानकाले चेत् लट्लकारस्य प्रयोगः भवति भगिनी यत् सूत्रमस्ति भवती अस्माकं भाषायां वक्त वदति वा हेतुमतौ धातो प्रत्ययः परश्च विभाषा अत्र अत्र केवलं सम्भावना इति अस्ति तत्र किम् अस्ति सामान्यतया अत्र किम् अस्ति सम्भावनार्थे भगिनि न सम्भावना अत्र तु सम्भावना अस्ति अत्र अग्रिमं लृङ्लकारः एव असम्भावनार्थे तयोः भेद लिङ्लकारसम्भावनार्थे अस्ति लोङ् लिङ्लकार असम्भावनार्थे इति भेदः अस्ति अत्र किम् अस्ति इत्युक्ते किमपि फलं सञ्जायते फलस्य कश्चन हेतुः अपि अस्ति तर्हि तादृशहेतुः तदनन्तरं कारणं किमपि फलम् अस्ति, किमपि कार्यं सम्भवति यत् फलम् अस्ति तस्य कारणमपि अस्ति, तर्हि तादृशकार्यं तस्य फलं तत्र कारणस्य तु वयं हेतुः इति वदामः, तत्र फलं प्रति हेतुः भवति खलु इति कृत्वा हेतुः इति वदामः, तदनन्तरं फलं यत् अस्ति तद्भवति हेतुमान्, तस्य हेतुः अस्ति इति कृत्वा मतुप्रत्ययं योजयित्वा हेतुमान् इति तस्य भवति, तादृशकारणं च तस्य फलं, तत् फलम् उभयमपि वाक्ये तत्र उभयमपि तत्र एकस्मिन् वाक्ये उक्तम् अस्ति चेत् यत्र भविष्यत्कालार्थे उक्तम् अस्ति चेत् तत्र तु भविष्यत्कालः इति वदनेनैव जानीमः सम्भावना एव तत्र जायते, सम्भावना अस्ति तत्तु तत्र वर्तमानकाले यत् अधुना सम्भवति इति अर्थः नास्ति, नो चेत् पूर्वं सञ्जातम् इत्यपि नास्ति किन्तु भविष्यत्कालार्थे अस्ति इति कृत्वा वयं सम्भावना इति वदामः, तादृशसम्भावनार्थे तदा तु वयं विकल्पेन तत्र लिङ्लकारस्य विधिलिङ्लकारस्य प्रयोगं कुर्मः, नो चेत् लृट् लकारस्य, तत्र सामान्यसूत्रं भविष्यत्कालार्थे तु लृटः प्रयोगः तु भवति एव, तर्हि लुट् प्रयोगः अपि साधु भवति, तत् साधु भवति भगिनि. तर्हि अत्र वर्तमानकालापि उदाहरणम् उक्तमस्ति हन्ति इति वलायते इति, तर्हि यदि अहं भविष्यत्कालार्थे वदामि चेत् तर्हि हनिष्यति इति फलायते इति तत्र फलायते इति किं भवति इत्यस्य फलास्यते इति भवति वा? तदेव फलास्यते इति. तर्हि अत्र यदि अहं लिङ्लकारम् उपयुज्य प्रयोगं करोमि चेत् हन्यात् इति फलायात् इति भवति खलु, आयते धातोः खलु, पर आयते फलायते इति भवति खलु, आयते इति धातुः अस्ति, आयते इति अस्ति वा, आयते वा इति फलिष्यति, न फलायते इति धातुः कः अस्ति, अयते इति क्रियापदरूपं भवति खलु, आमाम् अयते इति क्रियापदम् अस्ति, अयते इति अयगतौ इति, तत्र पर उपसर्गस्थगितं फला इति भवति. पश्यन्ती अस्मि अय इत्येव परायोगः अयधातुः तदा तु पला इति भवति. तर्हि अयधातोः भविष्य तत्र किं भवति लङ्लकार तत्र शिं क्षम्यत विधिलिङ्लकारः अयेत इति भवति, तर्हि पलायेत इति शिं क्षम्यतां किमस्ति हन्येत इति सः पलायेत इति भवति भविष्यत्कालार्थे, नो चेत् किं भवति तत्र लुट्लकारस्य प्रयोगः यदा कुर्मः तदा तु भवति हंस्यति इति हंस्यति इति पलायिष्यते खलु इति भवति वाक्यं वर्तमानकाले चेत् हन्ति इति पलायते इति भवति. हनिष्यति तर्हि भविष्यत्कालार्थे अस्ति चेत् किं भवति तत्र अवधि अनिष्यति इति अहनिष्यत् इति न न अहन् इति अहन् इति सः अहन् इति किं भवति लङ्लकारः लङ्लकारे भूतकालार्थे अस्ति चेत् लङ्लकारः भवति खलु तदा अहन् इति पलायत इति भवति तर्हि तत्र चेत् वा तत्र यदि तर्हि वा नो चेत् इति वा उपयुज्य तत्र हेतुः अनन्तरं तस्य फलम् इति वाक्यद्वयस्य एकेन वाक्येन वयं वदामः भगिनी अन्य कोऽपि वक्तुम् इच्छति वा मणिमहोदय किमपि वक्तुम् इच्छति वा सूर्यकुमारी भगिनी शृणोति वा भङ्गः जायते भगिनि एतदाधारेण श्रुतं तदनन्तरं न श्रुतम् एतदाधार न श्रूयते भगिनि तत् अपगच्छति एतदाधारेण ते श्रुतं तदनन्तरं पूर्णतया म्यूट् जातं पुनः संस्कृत वन् द्वारा आगच्छामि किमर्थं न श्रूयते न मध्ये मध्ये न श्रूयते भगिनि पुनः आगच्छामि भगिनी क्षम्यतां सूर्यकुमारी भगिनी तत्र फ्री कान्फरेन्स् काल् प्रिफरेन्सस् इति गच्छति चेत् तत्र आडियो सेटिङ्ग्स् गच्छतु आडियो सेटिङ्ग्स् मध्ये आटोमेटिकलि अड्जस्ट् लेवेल् अनन्तरं नाय्स् रिडक्षन् इति अस्ति खलु डिसेबल् बोत् भगिनि गो टु फ्री कान्फरेन्स् काल् प्रिफरेन्सस् and then a noise reduction disable it and then automatically adjust level as well disable it okay bani aduna vadatu krutam vadami sasan bahir gatati va anitma pyasti va agre gachhamah va अत्र किमर्थं सकर्ल सर्वलकाराणाम् अपवादः इति उक्तमस्ति वर्तमानात् धातोः लिङ्क् प्रत्ये वा भवति इति किमपि भविष्यत्काले अपि इति अस्ति तत् न किमर्थं वर्तमानात् धातोः लिङ्ग् लकारः इति उक्तमस्ति वर्तमानकालार्थे अपि भवति वा तर्हि अहं वर्गे न गतवती मङ्गलवासरे किन्तु ध्वनिमुद्रां श्रुतवती महोदय इति पृष्टवान् अपवादं किम् अस्ति अहं न गतवती किम् इति वर्तमानात् धातोः लिङ्क् प्रत्ययो भवति इति उक्तमस्ति तर्हि वर्तमानात् वर्तमाने इति अस्ति किन्तु तत्र वर्तमाने इत्युक्ते तत्र यदा हेतुः हेतुमत् कारणकी विवक्षा भविष्यत्काले अर्थे अस्ति अतः इति अपवादः अस्ति वर्तमान अर्थे भविष्यत्कालम् अपि तस्य विवरणमस्ति तद् विभाषा अस्ति तत् वर्तमानकालः इति अस्ति चेत् कथं भविष्यत्कालः भवति भविष्यति वृत्तदातु वर्तमान धातु विशेषणमस्ति वर्तमान वर्तमानाद् रेण्ड् उभयमपि यदि वर्तते चेत् एकस्मिन् वाक्ये वर्तते चेत् तदा तु धातोः तत्र लिङ्लकारः भवति इति विकल्पेन भवति इति वर्तमान इत्युक्ते वर्तमानकालार्थे नास्ति किन्तु धातु वृत्तधातु शानच् प्रत्ययः विशेषणं तदेव महोदय उक्तम् उभयमपि अस्ति इति हेतुमत् हेतुभूते हेतुमति च भूते इति इत्युक्ते हेतुमति तत्र वाक्यमपि यदि वर्तते चेत् उभयमपि अस्ति चेत् तदा धातोः प्रत्ययो भवति लिङ्लकारः भवति सामान्यतया फलं भविष्यकाले भवति वक्तुं शक्यते खलु भगिनि सामान्यतया कारणम् आदौ अस्ति तस्य फलम् अनन्तरम् आगच्छति उभयमपि यत्र हेतुः अनन्तरं फलमपि पूर्वमेव प्राप्तं चेत् तदा तु भूतकालः भवति खलु उभयमपि भूतकालः भवति किन्तु युगपत् न भवति अतः इति अपवादः अत्र तु उभयमपि समानकाले भवति इति वा अनन्तरं हेतुमान् यः अस्ति द्वयोः निमित्तम् इति द्वयोः समानकाले अस्ति साधु यदि लिङ्लकार वयं द्वयोः लिङ्लकार यदि वाक्यं द्वयम् अस्ति वाक्यद्वयस्य लकार अस्ति समानम् एवं वयं प्रयोगं कुर्मः साधु भविष्यत्काले वा लिङ्लकारे अतः इति अपवादः अस्ति इति अहं चिन्तवती महोदय उक्तवान् आम् आम् आम् आम् तदेव आङ्ग्लभाषा एस् वि ओस् मध्ये उक्तमस्ति तत्र हेतु हेतुमत् द फार्मर् कण्टेनिङ्ग् द कण्डिशन् आर् द ग्रौण्ड् आफ़् द आर्ग्युमेण्ट् लेटर् कण्टेनिङ्ग् द कन्क्लूषन् बेस्ड् आन् इट् यथा अरुणा भगिनी उक्तवती न महोदय उक्तवान् इति हेतुमान् इति शानस् प्रत्ययस्य प्रयोगः अस्ति अतः इति आगच्छति युगपत् हेतु हेतुमान् अतः इति अपवादः अस्ति सर्वे लकाराणाम् अस्तु भगिनि प्लायते यत् अस्ति कथं प्र इति उपसर्ग परा इति उपसर्गः अस्ति भगिनि किन्तु यत् कर्तरी अहं अष्टाध्यायीं पश्यन्ती अस्मि प्र उपसर्ग पूर्व अय धातु प्रयोग अय अय नास्ति अत्र तु परायोगः अय भवति पलायति भवति परायोगः अय लट् लकार यत् अस्ति अयते इति अयते इति अस्ति आम् अयधातु अयते इति अयधातुः तस्य परा इति उपसर्गः रेफस्य लकारः जायते रेफस्य लकारः कुत्र अस्ति तत्र तथा तत्र किमस्ति ऐ डोण्ट् थिङ्क् देर् इस् अ स्पेसिफिक् सूत्र दट् सेस् नो लकार रेफस्य लकारः जायते अस्तु आम् रेफस्य ओके ओ प्रयोगति ओके इदानीम् अवगतम् परायते इति भवति स्म स्म पलायते इति जायते ओ यथा वयं क्लिप् क्लिप् धातु तत्र वयं क्लिप् कल्पते इति कुर्मः साधु तथा एव अस्ति अस्तु अस्तु अवगतम् सूत्रं किमपि प्रायः नास्ति इति मन्ये तत्र केवलं किम् अस्ति तत्र बहुकालात् प्रयोगेन अस्ति इति भवेत् उपसर्गः स्यात् यतौ इति 8 to 19 सूत्र भवेत् तद् 8219 आयतौ अयतो परतो उपसर्गस्य यो रेफस्य लकार आदेश भवति लायते पलायते धन्यवाद भवती यत् उक्तवती हन्ति पलायते यदि वयं लिङ्गकार वा लिट् लकार तस्य तस्य उपयोगं कुर्मः कथं भवति वाक्यं तर्हि यदि अधुना सम्भवति इति चेत् किं भवति तत्र हन्ति इति तदेव उक्तमस्ति खलु महोदयेनैव उक्तं हन्ति इति पलायते इति उक्तम् अस्ति यदि भूतकाले आसीत् चेत् सो इफ् यु हड् रन् अवे बिकास् यु वास् गोयिङ्ग् टु बि किल्ड् रैट् देन् इट् वुड् हव् बीन् अहन् इति अपलायत इति भवति पलायत इति भवति पलायत इति विधिलिङ्गि इति प्लायेत् इति दत्तमस्ति विधिलिङ्गि भवति न विधिलिङ्गि भवति हन्यात् हन्यात् चेत् प्लायेत् हन्यात् इति पलायेत् पलायेत् इति भवति पलायेत पलायेत् पलायेत् किन्तु चेत् अपि वक्तव्यं साधु चेत् यदि यदि वा चेत् न इति प्रयोगं कुर्मः चेत् न अवश्यं खलु चेत् इति यदि तर्हि इति इत्येते शब्दाः वाक्यद्वयस्य योजनार्थं भवति खलु तर्हि एकत्र प्रयोगं कुर्मः चेत् अन्यस्य प्रयोजनम् नावश्यकं इति प्रयोगं कुर्मः चेत् नावश्यकम् अग्रे गच्छामः वा तर्हि अस्तु अग्रे तत्र मणिमहोदय पठति वा महोदय सूर्यकुमारी भगिनी किमपि वदन्ती आसीत् खलु प्रश्ने अधुना पृच्छति वा सम्यक् अस्ति वा भगिनि आं भगिनि पृच्छतु न भगिनि कुत्र पठामि न भवत्याः प्रश्नः आसीत् वा पलायति आत्मनेपदी अपि भवति इति आमाम् आत्मनेपदी अस्ति भगिनि सत्यम् उपसर्गसहित परा इति उपसर्गसहित अयदापि मणिमहोदय पठति वा महोदय म्यूट् मध्ये अस्ति भवान् पठामि वा आं महोदय अधुना तु लकारं प्रविशामः एतात् आधारेण लिरुण्लकारः उदाय सूत्रं पूर्वसूत्रं सम्भावनार्थे पठितवन्तः लिङ्लकारे तत् आधारेण अधः सूत्रं पठामः इति सत्यः लिङ्निमित्ते लिरुङ्क्रियाधिपत्तौ लिङ्निमित्तं यः हेतुमद्भावः तस्मिन् प्रसङ्गे भविष्यत्कालार्थे क्रियाधिपत्तौ धातुतः लिङ् भवति क्रियाधिपत्तिः इत्युक्ते क्रियायाः असिद्धत्वं भविष्यति अनुवर्तते हेतुमतो लिङ् इति एवम् अधिकं लिङ्गो निमित्तं तत्र लिङ् निमित्ते भविष्यति काले लिङ् प्रत्ययो भवति क्रियाधिपत्तौ सत्याम् इति काशिकायाम् आशिकायाम् अग्रे निदर्शनं दक्षिणेन चेत् यास्यत् न शकटं पर्या भविष्यत् यदि कमलकाम् आह्वयिष्यत् न शकटं पर्या भविष्यत् अभोक्ष्यत् भवान् कृतेन यदि मत् समीप आगमिष्यति गमिष्यत् भविष्यत्काल विषयम् एतत् वचनं भविष्यत् भविष्यत् अपर्यावरणं च हेतुमत् तत्र हेतुभूतं च कमलकाख्यानं लिङ् लिङ्गे बुद्ध्वा तत् अधिपत्तं च प्रमाणान्तरादवगम्य वक्तावाक्यं प्रयुङ्क्ते यदि कमलकाव्यस्य न शकटं पर्याभविष्यति इति हेतुमतोराह्वानापर्याभवनमयोः भविष्यत् काल विशेष्य अधिपत्तिर्योधो वाक्यादय वाक्यादवगम्यते लिङ्निमित्तं लिङ्निमित्तम् अस्मिन् लिङ्निमित्ते षष्ठी तत्पुरुषः क्रियायाः अधिपत्तिः क्रियाधिपत्तिः तस्यां क्रियाधिपत्तौ षष्ठी तत्पुरुषः लिङ्निमित्ते सप्तम्यन्तं लिरुन् प्रथमान्तं क्रियाधिपत्तौ सप्तम्यन्तं त्रिपदमिदं सूत्रं भविष्यति मर्यादवाचनपरस्मिन् इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः धातोः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं लिङ्निमित्ते भविष्यति धातोः लिङ्प्रत्ययः परश्च क्रियाधिपत्तौ महोदय ध्वनिः अस्ति मम अर्थे वा अल्ल अहं म्यूट् मध्ये अहमपि म्यूट् मध्ये भवामि श्रीकुमारी भगिनी अहं जातु अहं ममार्थे नास्ति न महोदय भवतः न आगच्छति न लिरुङ् लकारः प्रथम उदाहरणं सम्भावनार्थे यत् उदाहरणं दत्तं तदेव अत्रापि दत्तं सम्भावनार्थे किं भवति सम्भावनार्थे नास्ति चेत् किं भवति लकारमध्ये इति सत्येन अत्र दत्तं हेतुमत् भावः हेतुमद्भावः प्रसङ्गे बहिष्कालात् भवति लिङ् लकारः भवति इति अत्र दत्तं कथं किमर्थं बट् परन्तु हेतुमद्भावः लिङ् निमित्तम् अस्ति चेत् भविष्यत्कालात् लिरुङ्लकारः भवति इति इत्यस्य अर्थः अहं चिन्तयामि क्रियाधिपति इत्यस्य अर्थं किं भवति न क्रियायाः न भवति सम्भव क्रियायाः न भवति चेत् अत्र लिरुङ्लकारः भवति इति इत्यस्य अर्थः तत्तु भविष्यत्कालात् अनन्तरं लिङ्निमित्ते भविष्यत्कालात् लिरुङ् भवति क्रियाधिपतौ काशिकायां तदेव काशिकायां भवति लिरुङ्लकारः भवति क्रियाधिपतौ चेत् लिरुङ्लकारः भवति इति अनन्तरं दक्षिण उदाहरणं तदेव समान उदाहरणम् अत्रापि दत्तं दक्षिणेन चेत् यास्यत् न शकटं पर्याभविष्यति भविष्यत्कालार्थे पर्या भविष्यति इति भविष्यत् इति दत्तम् अतः कमलाहावाह्य यत् आह्वयस्यत् न शकटं पर्या भविष्यत् पूर्वसूत्रेण लिङ्लकारः अपि उदाहरणं दत्तं लिरुट्लकारः अपि दत्तं परन्तु अत्र लिङ् निमित्तं धातुः भवति चेत् विधिलिङ् लिरुङ्लकारः एव भवति इति अर्थेन द्वयोः उदाहरणमपि भविष्यत् अर्थे पर्याभविष्यत् तदेव पर्याभविष्यत् इत्युक्ते लिरुङ्लकारः इत्युक्ते go by the south side and they actually got left side and they actually got upturned and they did not call kamalakam and the card got flipped over iti arthastikalu tatra kevalam tatra na jatam iti tarshame vastikalu it did not happen but we are making it in the sense of a future tense because it did not happen iti arthasminati it udaharanartham tatra if you wear seat belts and you know so you don't get ejected out iti vakyam tatreva they whoever did it they did not wear seat belt and they got ejected out whatever is intended did not happen but it is being spoken in the case of the future tense because the action did not happen tadatu we use ling lakara sadva ha ba parya bhavishyat iti ling lakara tadeva ha ha kim jatam itikte न पर्याभविष्यत् इति आसीत् किन्तु साक्षात् तु पर्याभविष्यत् खलु इट् गाट् अप् टर्न्ड् इति कृत्वा एव तद् आङ्ग्लभाषायां गो बै द सौत् सैड् इफ् युर् यूसिङ्ग् लिङ्ग् इट्स् मोर् लैक् एन् आर्डर् लैक् सो गो बै द सौत् सैड् सो यु डोण्ट् गेट् फ्लिप्ड् ओवर् आर् इफ् ऐ एम् यूसिङ्ग् फ्यूचर् टेन्स् If you will go by the south side, then you will not get flipped over. That is the sambhavanarthe. But when I am talking about kriyatipatal ringlakaraha, then it will be, actually it is more like a, it's more like a future past tense, because it did not happen. Whatever we are talking about did not happen, right? The entire opposite thing happened. But I'm going to use future tense in the case of Sanskritam because in Sanskritam, because it did not happen, I cannot use it in the past tense. I have to use it in the future tense. Iti astiti manye, tatha astiti kalu. Anya udaharanam akti naat bhojanaman tatapi artham udhadur mahalya. Abhokshyata bhavan girtene eti mat samibam agamishyat. Tatra vaidyaha vadati. तत्र आयुर्वेदवैद्यः वदति सि इफ् यु ईट् घी देन् इन् द केस् आफ् सम्भावनार्थे रैट् यु ईट् घी सो यु डोण्ट् हाव् टु कम् टु मी सम्भावनार्थ खलु इफ् यु ईट् घी देन् यु डोण्ट् हाव् टु कम् टु मी यु विल् ईट् घी यु विल् नाट् हाव् टु कम् टु मी बट् द पायिण्ट् इस् हि डिड् नाट् ईट् घी अण्ड् हि एण्डेड् अप् वित् द डाक्टर् Because he has not eaten, he has come to the... Doctor, ghee is like medicinal, right, Mohde? Pratakale... Mohde, there's a breakfast. Gritam to tatra kim asti, medicinal asti kalu, ghee is medicinal. The doctor is advising that, you know, if it is sambhavanarthe, then it becomes more of an advice, right? An alert or an advice, an alert message. So use ghee, so you don't have to come to me. Or you can say, if you will use ghee, then you will not have to come to me. The future tense prayujya. But the entire ring, the ring lakaraha is where he did not use ghee and he ended up coming to the doctor's office. Oh, okay. Then you use ghee. This is something that did not happen in the past. We are using in the sense of a future tense. So use Lrungati. Dhanyavad. Nandaram Bhavishyat Kala Sheshyam Edat Vachanam. Vachanam is used to that Abhokshyava Adva Ayanam Gachati that Udharnena Bhavishyat Kala Eva भवति इति अत्रापि इति किम् अत्र किम् उक्तम् अस्ति इत्युक्ते लिङ्ग् निमित्ते इति वदनेन अत्र पश्यन्तु एतत् सूत्रं तु 3.3.139 अस्ति खलु किन्तु अन्यत् सूत्रं हेतुमतोर् लिङ्ग् इति सूत्रं तु 3.3.156 अस्ति कम्स् आफ्टर्वर्ड्स् But how can an anuvritti happen before, right? Anuvritti generally happens after, right? One way, which is after, then it could have been anuvritti. But here they are not talking, it's not an exact anuvritti. The sutra itself says ling nimitte. So wherever ling has, ling it is a nimittam asti, kada ling it is a nimittam kada asti, हेतुहेतुमान् यत्र भवति तत्रैव लिङ्ग् भवति खलु, तत्र भविष्यत्कालार्थे लिङ्ग् भवति, तदा क्रियाधिपत्तिः अस्ति चेत् तर्हि लृङ् भवति इति सूत्रितमस्ति. तदेव लिङ्निमित्तं हेतुमद्भावः. लिङ्निमित्तम् इत्यनेन किं गृह्यते? भविष्यदर्थे हेतुमद्भावः यत्र अस्ति तदा इति अवगम्यते. क्रियाधिपत्ति भवति चेत् लृङ् सम्भावनार्थे लृङ् लकारः. भगिनी, यदा सूत्रस्य क्रम अग्रे अस्ति तद् तस्मात् इति यदि स्वीकुर्मः पदं तस्य अपकृष्णम् इति वदामः साधु. ओ एवं वा? वाटेवर् इस् तत्र किम् अस्ति अनुवृत्ति यदा क्रम क्रमम् अनुसृत्य भवति अपकर्षणं वा? आम्, अपकर्षणम् इत्यस्य साक्षात् अर्थः किमस्ति? परसूत्रात् यदि स्वीकुर्मः इति अपकृष्णमस्ति. अपकृष्णम् अपकृष्टम् इति अपहरति इति अपहरति इत्येव अर्थः इति विद्याभगिनी अस्माभिः बोधितवती. किन्तु अत्र अनुवृत्तिः तु नास्ति खलु भगिनी, अत्र अपकृष्णमपि नास्ति. अपकृष्टम् इति न, अत्र अनुवृत्तिः, अत्र तु अपकृष्णमपि नास्ति. 139 and 156 अत्र तु अपकर्षणं नास्ति खलु, लिङ् निमित्ते इति वदनेन तत्र अन्यसूत्रं सूचयति तावदेव. साक्षात् अत्र अत्र हेतु हेतुमान् इति तत्र अनुवृत्तिसहितसूत्रं यत् अस्ति तत्र तु हेतुमान् हेतु हेतुमतोः धातोः इति किमपि न उक्तमस्ति. अत्र तु केवलं लिङ्निमित्ते इति उक्तमस्ति. वक्तुं शक्यते वा तदा महोदय, लिङ्निमित्ते इति उक्तवान् इति हेतु हेतुमतो इति अनन्तरं भविष्यत् इत्यपि अनुवृत्ति तत्र इत्यपि गृहीतव्यम् इत्यपि गृहीतव्यं किन्तु इति अवगन्तव्यं किन्तु अत्र तु तादृशं तत्र ग्रहणं शब्दानां भवति वा इति मम प्रश्नः अस्ति. आर् वि रियलि टेकिङ्ग् दोस् वर्ड्स् आर् वि जस्ट् टेकिङ्ग् द आशयः स्वीकृत्य लिङ्निमित्ते इति स्वीकृत्य उक्तमस्ति खलु, तर्हि अपकर्षणम् इति अत्रापि वक्तुं शक्यते वा इति मम प्रश्नः अस्ति. न जाने अष्टाध्यायं न उक्तवान् तस्य पूर्वसूत्रम् अस्ति परस्मिन् विभाषात् फ्रोम् दट् अनुवर्तरि भवति वा महोदय? न, बट् हियर् what we are trying to say is bhagini is trying to and what we are trying to say is by meaning ling nimitte we are actually taking ling nimittam kada bhavati anena sutrena bhavati kalu hetu hetu mato ho yeah ling bhavati tan tena sutra but that is a future sutra that is a sutra that come afterwards so when we are taking a something that comes from afterwards into a previous sutra then bhagini says it's called as apakarshanam. Like anuvritti there is apakarshanam, the opposite of what we are doing is apakarshanam, but we are not, I'm not sure whether we are actually doing apakarshanam because here we are just saying ling nimittam. Can we also term it as apakarshanam is a doubt, even though we are not exactly using the words. We are not taking from the sutras behind, but you know that the meaning that is conveyed, should it still be called apakarshanam? Prayaha syat tadeva bhaginiyah tadeva bhagini uktavati va apakarshanam iti bhagini tatra sakshat swikriyate va itra apakarshanam bhavati yata anuvriti va udaharanam vadati va bhagini kava kim an apakarshanasya krute udaharanam vadati va o udaharanam चिन्तयित्वा वदतु न स्मरामि चिन्तयित्वा वदति वदति वा भगिनि अहं समासकलवर्गे इति दृष्टवन्तः. ओ ओ कारणं कि अहम् अनुवृत्ति उक्तवती अप्रतिष्ठं इति लिखितम् अस्ति सा मम दोष सूचितवती अपकर्षणम् उत्कर्षणम् इति तत्र किमपि डाक्युमेण्ट् मध्ये किमपि उक्तमस्ति. अस्तु भगिनि, कुकति प्रादय इति सूत्रम् अस्ति तत्र इति भगिनी लिखितवती. तत्र कुकति प्रादय इति सूत्रे योगविभाग इति कृतमस्ति. कु इति शब्द अहं पठामि यद् इति लिखितमस्ति सर्. कु इति शब्द समर्थेन सुबन्तेन स नित्यं समर्थ्यते, तत्पुरुषस्य समासः भवति. द्वितीययोगविभागमध्ये प्रादय इति प्रादय समर्थेन सुबन्तेन स नित्य समर्थ्यन्ते, तत्पुरुषसमासः भवति. तृतीययोगविभागः भवति गति इति. अस्मिन् सूत्रे उपपदम् अतिङ् इत्यस्मात् परसूत्रात् अतिङ् इति प्रत्ययस्य अपकर्षः क्रियते. सो उपपदम् अतिङ् इति यत् सूत्रमस्ति 2219, तस्मात् सूत्रात् कुगति प्रादय तत्र तस्मिन् अतिङ् इति भगिन्याः इति नै तत्पुरुषसमासः अस्ति. तत्र टाप् मध्ये पश्यतु, इट् विल् बि रिटन् 14 समासः 33 14 ओ 03B तत्पुरुष 03B in 14. In that number 2 kusam kugati prade you click on para sutrat atingiti patrasya apakarshah kriyate iti. Tadi anuvritti sahita sutram bhavati atingiti tarhi anuvritti bhavati va aam aam अपकर्षेण सुपाति पदस्य उपसह नित्यं तत्पुरुषसमासः इति. तर्हि अनुवृत्तिसहितसूत्रे तत्र अपकर्षितं यत् अतिङ् इति न स्वीकृतम्. तत्र वयम् अपि अधीतवन्तः अपकर्षणम् अतिङ् इति पदस्य अपकर्षणेन सुपा इति पदस्य अनुवृत्तिः भवति. निवृत्तिः भवति प्रकृतसूत्रात् इति उक्तम्. समासः यदि भवति तत्र इति अस्ति. अग्रे गच्छामः वा? या तावत् पर्यन्तं महोदय कृतः. ओ ओ एवं वा. साधु अरुणा भगिनी. आं भगिनि, केवलं सूत्रमेव. भगिनी पुनः वदति वा इति सूत्रं किमस्ति लिङ्गलिङ्गतिपत्र अत्र तु यदि तत्र यत्र लिङ्ग्लिमित्तम् अस्ति तदा इत्युक्ते लिङ् निमित्ते इत्यनेन हेतुमान् भावः वर्तते तत्र उपस्थितिः भवति तदनन्तरं भविष्यदर्थे अपि यदा भवति तादृशसन्दर्भे तत्र यदि क्रियातिपत्तिः अतिपत्तिः अस्ति चेत् क्रियायाः तत्र क्रिया न सम्भूतं चेत् तदा तु लृङ् प्रत्ययस्य विधानं भवति तथा एव अन्यत् किमपि वक्तुमिच्छति वा महोदय उक्तं खलु भगिनि अत्र निमित्तानि प्रथमं हेतुभूतः हेतुमान् च भविष्यत्तार्थे अस्ति क्रियातिपत्तौ अस्ति चेत् लिङ्गकारविधिः तर्हि विरमामः वा अन्यत् कश्चन किमपि नास्ति चेत् अस्तु भगिनि धन्यवादः शुभदिवस धन्यवादः धन्यवादः भगिनि नमस्कारः।